पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 32 सूत उवाच नानारत्नैः सुदीप्ताङ्गो हाडकेनापि सर्वतः राजमानो गिरिश्रेष्ठो यथा सूर्यस्वरश्मिभिः छायामशोकां सम्प्राप्य शीतलां सुखदायिनीं ध्यायन्ति योगिनः सर्वे उपविष्टा दृढासने क्वचित् तपन्ति मुनय क्वचित् गायन्ति किन्नराः सन्तुष्टा ऋषिगन्धर्वा वीणा तालकराविलाः तालमानलये लीना स्वरै सप्तभिरन्वितैः मूर्च्छनारत्निसंयुक्तैर्व्यक्तं गीतं मनोहरं तस्मिन् वै पर्वतश्रेष्ठे चन्दनच्छाय संसृताः गन्धर्वा गीततत्त्वज्ञा गीतं गायन्ति तत्पराः नृत्यन्ति योषितस्तत्र देवानां पर्वतोत्तमे पापः पुण्यदो दिव्यसुश्रेयसाम्प्रदायकः वेदध्वनिसमधुरश्रूयते पर्वतोत्तमे चन्दनाशोकपुन्नागैशालैस्तालैस्तमालकैः वडैस्तु मेकसङ्काश्यैराजदे पर्वतोत्तमः सन्तानकै कल्पवृक्षैरम्भा पादपसङ्कुलैः नगेन्द्रो भाति सर्वत्र नाकवृक्षैः सुपुष्पितैः नानाधातुसमाकीर्णो नानारत्नच योगिरिः नानाकौतुकसंयुक्तो नानामङ्गलसंयुधः वेदवृन्दैः सुसंजुष्टो ह्यप्सरो गणसङ्कुलः ऋषिभिर्मुनिभिसिद्धैर्गन्धर्वैः परिभाति सः गजैश्चाचल सङ्काशैः सिंहनादैर्विराजते शरभैर्मत्त शार्दूलैर्मृगधूतैरलङ्कृतः वापीकूपतडागैश्च सम्पूर्णैर्विमलोदकैः हंसकारण्डवाकीर्णैः सर्वत्र परिशोभते कनकोत्पलैश्च श्वेतैश्च रक्तोत्पलैर्विराजते नदीश्रवणसङ्गादैर्विमलैश्चोदकैस्तथा शालतालैश्च रूपैश्च सगजैस्पाटिकैस्तथा विस्तीर्णैः काञ्चनैर्दिव्यैः सूर्यवह्निसमप्रभैः शिलातलैश्च सम्पूर्णशैलराजो विराजते विमानैर्देवतानां च प्रासाद्यैः पर्वतोत्तमैः हंसचन्द्रप्रदीकाश्चैर्हेमदण्डैरलङ्कृतः कलशैश्चामरैर्युक्तैः प्रासादैः परिशोभितः नानागुणप्रमुदितदेववृन्दैश्च शोभितः देववृन्दैरनेकैश्च गन्धर्वैश्चरणैस्तथा सर्वत्र राजदे पुण्यो मेरुर्गिरिवरोत्तमः तस्माद्गङ्गामहापुण्या पुण्यतो या महानदी प्रसूदपुण्यतीर्थाढ्या हंसपद्मैः समाकुला मुनिभिः सेव्यमाना सा ऋषिसङ्खैर्महानदी एवं गुणं गिरिश्रेष्ठं पुण्यकौतुकमङ्गलम् अङ्गश्चात्रिसुतपुण्यप्रविवेश महामुनिः गङ्गातीरे सुपुण्ये च यगान्ते चारुकन्तरे तत्रोपविश्यमेधावी कामक्रोधविवर्जितः सर्वेन्द्रियाणि संयम्य हृषीकेशं मनोगतम् ध्याय मानसधर्मात्मा कृष्णं क्लेशापहं प्रभुम् आसने शयने याने ध्याने च मधुसूदनम् नित्यं पश्यति युक्तात्मा योगयुक्तो जितेन्द्रियः चराचरेषु जीवेषु तेषु पश्यति केशवम् आर्द्रेषु चैव शुष्केषु सर्वेष्वन्येषु सद्विजः एवं वर्षशतं जातं तप्यमानस्य तस्य च समालोक्य जगन्नाथश्चक्रपाणिर्द्विजोत्तमं बहुविघ्नान् सुखोरांश्च दर्शयत्येव नित्यशः तेजसा तस्य देवस्य नृसिंहस्य महात्मनः निरातङ्कस्य धर्मात्मा दहत्यग्निरिवेन्धनम् नियमैः संयमैश्चान्यैरुपवासैर्द्विजोत्तमः क्षीयमाणस्तु सञ्जातो दीप्यमानस्वतेजसा सूर्यपावकसङ्काशस्त्वङ्ग एवं प्रदृश्यते एवं तपःसु निरतं ध्यायमानं जनार्दनम् आविर्भूयाब्रवीद्देवो वरं वरयमानद तं च दृष्ट्वा हृषीकेशमङ्गः परमनिर्वृतः तुष्टावप्रणदो भूत्वा वासुदेवं प्रसन्नधीः अङ्ग उवाच त्वं गति सर्वभूतानां भूतभावनपावन भूतात्मा सर्वभूतेश नमस्तुभ्यं गुणात्मने गुणरूपाय गुह्याय गुणातीताय ते नमः गुणाय गुणकर्त्रे च गुणाढ्याय गुणात्मने भवाय भवकर्त्रे च भक्तानां भवहारिणे भवोद्भवाय गुह्याय नमो भवविनाशिने यज्ञाय यज्ञरूपाय यज्ञेशाय नमो नमः यज्ञकर्मप्रसङ्गाय नमः शङ्खधराय च नमो नमो हिरण्याय नमो रथाङ्गधारिणे सत्याय सत्यभावाय सर्वसत्यमयाय च धर्माय धर्मकर्त्रे च सर्वकर्त्रे च ते नमः धर्माङ्गाय सुवीराय धर्माधाराय ते नमः नमः पुण्याय पुत्राय ह्यपुत्राय महात्मने मायामोहविनाशाय सर्वमायाकराय ते मायाधराय मूर्ताय त्वमूर्ताय नमो नमः सर्वमूर्तिधरायैव शङ्कराय नमो नमः ब्रह्मणे ब्रह्मरूपाय परब्रह्मस्वरूपिणे नमस्ते सर्वधाम्ने च नमो धामधराय च श्रीमदे श्रीनिवासाय श्रीधराय नमो नमः क्षीरसागरवासाय चामृताय च ते नमः महौषधाय घोराय महाप्रज्ञापराय च अक्रूराय प्रमेध्याय मेध्यानां पदये नमः अनन्ताय ह्यशेषाय चाणकाय नमो नमः आकाशस्य प्रकाशाय पक्षिरूपाय ते नमः हुताय हुदभोक्त्रे च हवीरूपाय ते नमः बुद्धाय बुधरूपाय सदा बुद्धाय ते नमः नमो हव्याय कव्याय स्वथाकाराय ते नमः स्वाहाकाराय शुद्धाय ह्यव्यक्ताय महात्मने व्यासाय वासवायैव वसुरूपाय ते नमः वासुदेवाय विश्वाय वह्निरूपाय ते नमः हरये केवलायैव वामनाय नमो नमः नमो सृसिंहदेवाय सत्त्वपालाय ते नमः नमो गोविन्दगोपाय नम एकाक्षराय च नमः सर्वाक्षरायैव हंसरूपाय ते नमः त्रितत्त्वाय नमस्तुभ्यं पञ्चतत्त्वाय ते नमः पञ्चविंशतितत्त्वाय तत्त्वाधाराय वै नमः कृष्णाय कृष्णरूपाय लक्ष्मीनाथाय ते नमः नमः पद्मपलाशाय आनन्दाय पराय च नमो विश्वम्भरायैव पापनाशाय वै नमः नमः पुण्यसुपुण्याय सत्यधर्माय ते नमः नमो नमः शाश्वत अव्ययाय नमो नमः सङ्ख नभोमयाय श्रीपद्मनाभाय महेश्वराय नमामि ते केशवपादपद्मम् आनन्दकन्दकमलाप्रियवासुदेव सर्वेश ईश मधुसूदनदेहिदास्यं पादौ नमामि तव केशवजन्मजन्मकृपां कुरुष्व मम शान्तिदशङ्खपाणे संसारदारुण उदाशनतापदग्धं पुत्रादिबन्धुमरणैर्बहु शोकतापैः ज्ञानाम्बुदेन मम प्लावय पद्मनाभ दिनस्य मच्छरणरूपभवस्वनाथ एवं स्तोत्रं समाकर्ण्य त्वङ्गस्यापि महात्मनः दर्शयित्वा स्वकं रूपं घनश्यामं महौजसं शङ्खचक्रकदापाणिं पद्महस्तं महाप्रभुं वैनतेय समारूढमात्मरूपं प्रदर्शितम् सर्वाभरणशोभाङ्गं हारकङ्कणकुण्डलैः राजमानं परं दिव्यं निर्मलं वनमालया अङ्गस्याग्रे हृषीकेशशोभमानमहत्प्रभः श्रीवत्साङ्गेन पुण्येन कौस्तुभेन जनार्दनः दर्शयित्वा स्वकं देहं सर्वदेवमयो हरिः स उवाच महात्मानम् तमङ्गमृषिसत्तमं भो भो विप्र महाभागश्रूयतां वचनं शुभं मेघगम्भीरघोषेण समाभाष्य द्विजोत्तमम् तपःसानेन तुष्टोऽस्मि वरं वरय शोभनं तुष्यमाणं ऋषिकेशं तं दृष्ट्वा कमलापदिं दीप्यमानं विराजन्तं विश्वरूपं जनेश्वरम् पादाम्बुजद्वयं तस्य प्रणम्य च पुनः पुनः हर्षेण महदाविष्टस्तमुवाच जनार्दनं दासोऽहं तव देवेश शङ्खचक्रगदाधर वरं मे दादुकामोऽसि देहि त्वं वंशजं सुदं दिवि शक्रो यथा भादि सर्वतेजस्समन्वितः तादृशं देहि मे पुत्रं सर्वलोकस्य रक्षकं सर्वदेवप्रियं देवब्रह्मण्यं धर्मपण्डितं दादारं ज्ञानसम्पन्नं धर्मतेजस्समन्वितं त्रैलोक्यरक्षकं कृष्ण सत्यधर्मानुपालकं यज्वनामुत्तमं चैकं शूरं त्रैलोक्यभूषणम् ब्रह्मण्यं वेदविद्वांसं सत्यसन्धं जितेन्द्रियम् अजितं सर्वजेतारं विष्णुं तेजःसमप्रभं वैष्णवं पुण्यकर्तारं पुण्यजं पुण्यलक्षणं शान्तं तु तपसोपेदं सर्वशास्त्रविशारदम् वेदज्ञं योगिनां श्रेष्ठं भवदो गुणसन्निभम् ईदृशं देहि मे पुत्रं धादुकामो यदावरं श्रीवासुदेव उवाच येभिर्गुणैः समोपेदस्तव पुत्रो भविष्यति उद्धरिष्यति यः सत्यैः पितरं च पितामहम् भवान् न्यास्यति मे स्थानं तद्विष्णोः परमं पदम् इत्युक्त्वा देवदेवेशस्तमङ्गं प्रतिसद्विज कस्यचित् पुण्यवीर्यस्य पुण्यां कन्यां विवाहय तस्यामुत्पादय सुदं शुभं पुण्या वह प्रियं स भविष्यति धर्मात्मा मत्प्रसादान् महामदे सर्वज्ञ सर्ववेत्ता च यादृश्यो वाञ्छितस्त्वया एवं वरं ततो दत्त्वा अन्तर्धानं गतो हरिः इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने अङ्गवरप्रदानं नाम द्वित्रिंशोऽध्यायः ॐ